सर्वेषां गीतासोपानवर्गं प्रति स्वागतं. भगिनी सुभाषितं श्रावयति. भगिनी स्मारयतु. भगिनि हरिः ओम्. वीथ्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् वीथ्या भोगकरी यस्य सुखकरी वीथ्या गुरूणां गुरुः वीथ्या बन्धुजनो विदेशगमने वीथ्या परा देवता वीथ्या राजसु पूज्यते न तु धनम् विद्याविहीनः पशुः. गुरुभ्यो नमः. सम्यक् भगिनी, धन्यवादः. अहं किम् उक्तवती? भगिनी सुभाषितं श्रावयति इति उक्तवती. अथवा कथं वक्तव्यं? भगिनी सुभाषितं पठितवती. अधुना भगिनी पठितवती. भिन्नरीत्या वदामश्चेत् अधुना भगिनी सुभाषितस्य पठनं कृतवती. भगिनी सुभाषितं पठितवती. भिन्नरूपेण वक्तुमिच्छामश्चेत् भगिनी सुभाषितस्य पठनं कृतवती. अस्माकं विषयः अस्ति क्रियापदस्य विभज्यप्रयोगः इति. स एव विषयः अद्यापि अनुवर्तते. अयं विषयः गते सप्ताहे आरब्धः, अद्यापि सः एव विषयः अनुवर्तते. पाठः अष्टादशः पाठः. शीर्षकमस्ति अभ्यासं करोतु. उपशीर्षकमस्ति क्रियापदस्य विभज्यप्रयोगः. पुटसङ्ख्या षष्टिः. तत्र षष्टिः केवलम् अल्पप्राणटकारः भवेत्. सर्वे षष्टितमं पुटं पश्यन्तु. परिचयत्वेन कानिचन वाक्यानि अथवा उदाहरणत्वेन भूमिकारूपेण कानिचन वाक्यानि प्रदत्तानि अस्मिन् पुटे. अवधेयम् इति भागात् आरभ्य अद्य वयं पठेम. तत्र सुभाषितं पठितवती अथवा सुभाषितस्य पठनं कृतवती, तथा एव अन्यानि वाक्यानि. गीतासोपानम् इति पुस्तकपठनम् आरभ्यते. तदेव वाक्यं भिन्नरीत्या वक्तुमिच्छामश्चेत् गीतासोपानम् इति पुस्तकपठनस्य आरम्भः भवति अथवा पुस्तकपठनस्य आरम्भणं भवति. इत्युक्ते तत्र आरम्भः इति पदमपि योजयितुं शक्नुमः, नो चेत् आरम्भणं ल्युडन्तपदमपि योजयितुं शक्नुमः. एकमेव वाक्यं, विषयः तु एकः एव, भिन्नरीत्या वक्तुं शक्नुमः. तथा एव लट्लकाररूपाणि प्रयुज्य वाक्यं रचयन्तु अथवा लट्लकाररूपाणां प्रयोगं कृत्वा वाक्यं लिखन्तु. लट्लकाररूपाणां योजनं कृत्वा वाक्यं लिखन्तु. क्रियापदं विभज्य वाक्यं लिखन्तु अथवा क्रियापदस्य विभजनं कृत्वा लिखन्तु. अन्यत् वाक्यं, स्वीयवाक्यानि लिखन्तु अथवा स्वीयवाक्यानां लेखनं कुर्वन्तु. अभ्यासान् चिन्तयन्तु, नो चेत् अभ्यासानां चिन्तनं कुर्वन्तु. ध्वनिमुद्रणं शृण्वन्तु अथवा ध्वनिमुद्रणस्य श्रवणं कुर्वन्तु. इत्युक्ते प्रथमतया लट्लकाररूपं योजयित्वा वदामः, तदनन्तरं तदेव क्रियापदं विभज्य, इत्युक्ते तस्य क्रियापदस्य विभजनं कृत्वा वाक्ये योजयामः, योजयित्वा वाक्यं लिखामः. तादृशरीत्या भवन्तः सर्वे स्वीयवाक्यानि लिखितवन्तः इति मन्ये. अधुना वयं षष्टितमे पुटे अवधेयम् इति भागात् आरभ्य पठेम. शुभदा भगिनी, भवती पठतु अत्र अवधेयं. तत्र किं दत्तमस्ति? आं भगिनि, अवधेयं सञ्जयः धृतराष्ट्रं बोधयति इति वाक्यं दत्तमस्ति. सञ्जयः इति कर्तृपदं प्रथमा विभक्ते अस्ति. धृतराष्ट्रम् इति कर्मपदं द्वितीया विभक्ते अस्ति. बोधयति इति क्रियापदमस्ति. सञ्जयः धृतराष्ट्रस्य बोधनं करोति इति अन्यप्रकारेण एतत् वाक्यं कर्तुं शक्नुमः. अत्र विभक्तिः इति पदं तत्र ह्रस्व इकारान्तपदं मतिशब्दवत्, किन्तु सप्तमी विभक्तेः रूपं किं भवति? मतिशब्दस्य सप्तमी विभक्ति मत्यां मतौ तथा एव विभक्त्यां विभक्त्याम् उत्तमम्. अत्र इतोपि वदतु, अत्र किं दत्तमस्ति, पूर्णतया सर्वं पठित्वा वदतु. सञ्जयः धृतराष्ट्रं बोधयति इति वाक्यं दत्तमस्ति. लट् लकारस्य प्रयोगः भवति अत्र. एतस्मिन् वाक्ये सञ्जयः इति कर्तृपदमस्ति, प्रथमा विभक्तौ अस्ति. धृतराष्ट्रम् इति बोधयति इति सकर्मकक्रियापदः, अतः तस्य कर्म अस्ति एतस्मिन् वाक्ये. कर्म अस्ति धृतराष्ट्रं. किं बोधयति? धृतराष्ट्रं बोधयति. अतः धृतराष्ट्रं द्वितीया विभक्तौ अस्ति, तत् कर्मपदमस्ति. बोधयति इति लट् लकारे प्रथमपुरुष एकवचने अस्ति. सञ्जयः धृतराष्ट्रं बोधयति इति वाक्यमस्ति, सम्पूर्णवाक्यम्. एतत् वाक्यम् अत्र किं बोधयति इति वदामः वा, अथवा कं बोधयति? कं बोधयति, क्षम्यतां, कं बोधयति, कं बोधयति, धृतराष्ट्रं बोधयति. अतः द्वितीया विभक्ति धृतराष्ट्रः इति अकारान्तपुल्लिङ्गशब्दस्य द्वितीया विभक्ति भवति, कर्मपदे अस्ति. अत्र सञ्जयः इति पदं तादृशरीत्या किमर्थं लिखितमस्ति? सञ्जयः इति प्रथमा विभक्तौ अस्ति, कर्तृपदम् अस्ति अतः. उत्तमम्. अहं लेखनशैल्याः प्रसङ्गे पृच्छन्ती अस्मि. अधुना अत्र शोभा भगिनी एकवारं वदतु, अत्र सञ्जयः इति पदं तादृशरीत्या एव किमर्थं लेखनीयम्? तत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रेण आगतं, परवर्णस्य सवर्णः इति भगिनी, तत्र संयोगः जयः इति भवति इति मन्ये. सम् इति उपसर्गं पदमस्ति, ततः प्रथमतया तु मूनुस्वारः इत्यनेन मकारस्य स्थाने अनुस्वारः, संयमः इति, सञ्जयः क्षम्यतां, सञ्जयः इति. अनन्तरं पदस्य मध्ये अस्ति इति कृत्वा नश्चापदान्तस्य झलि इत्यनेन तत्र क्षम्यतां सं मूनुस्वारः नश्चापदान्तस्य कार्यं नास्ति. अनुस्वारस्य ययि परसवर्णः आगच्छति, अनुस्वारस्य अग्रिम सोपाने परवर्णः ज, अतः चवर्गीय अनुनासिकवर्णः आगच्छति, अतः सञ्जयः इति भवति. इत्युक्ते अत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अपदान्तकार्यं भवति, इत्युक्ते पदं नास्ति चेत् तत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रेण भवति. अपदान्तस्य सूत्रेण अन्यत् रूपमपि, क्षम्यतां, वापदान्तस्य एव सम् उपसर्गः पदमिति अस्ति. अनुस्वारस्य ययि परसवर्णः अपि च नश्चापदान्त्यस्य अपदान्ते कार्यं कुरुतः तत्र वापदान्तस्य एव पदान्ते अस्ति इति कृत्वा वापदान्तस्य इत्यनेन चौवर्गीय अनुनासिकवर्णः आगच्छति, अपि च वा इति अस्ति इति कृत्वा विकल्पेन भवति. तत्र अनुस्वारः तिष्ठति चेदपि सम्यक् एव. उत्तमं, तथा वक्तव्यम्. इत्युक्ते अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अपदान्तकार्यं भवति, इत्युक्ते तत् सूत्रं भिन्नं सूत्रं, किन्तु अत्र सम् इति उपसर्गः अस्ति, उपसर्गः अपि पदमेव, तदर्थं भिन्नसूत्रेण अत्र परसवर्णादेशः भवति, विकल्पेन भवति. तत्र भगिन्या सूत्रमुक्तमस्ति वा पदान्तस्य, वा इत्युक्ते व्याकरणे अन्यतरस्यां वा विभाषा इत्यादीनि पदानि सन्ति चेत् सूत्रे, तत्र विकल्पेन रूपद्वयं सिध्यति. इति अर्थः अस्ति. अत्र परसवर्णादेशः भवति चेत् ईदृशं रूपं, परसवर्णादेशः न भवति चेत् भिन्नं रूपम्, अनुस्वारयुक्तं रूपम् अपि साधु एव. उत्तमम्. अपि च अत्र धृतराष्ट्रः इति पदमस्ति. धृतराष्ट्रः इति पदस्य विग्रहवाक्यं कथं भवति इति अहं दृष्टवती. धृतं राष्ट्रं येन सह इति विग्रहवाक्यं वक्तव्यं भवति. गीताञ्जलि भगिनी, बोधयति इति पदस्य प्रसङ्गे किञ्चित् वदतु. आं भगिनि, बोधयति तु बुध् बुध् धातु अस्ति. बुध् धातुतः आयाति. अत्र तु यकार मध्ये अस्ति चेत् णिच् आयाति, इत्युक्ते णिजन्त रूपम् अस्ति तत्र. बोधयति इत्युक्ते इदं पदं णिजन्तयुक्तं पदम्. हा हा, क्षम्यतां भगिनि, इदं पदं णिजन्तयुक्तं पदम् अस्ति. बुध् धातुतः आयाति. अन्य किं, हा, बोधति एकं भ्वादिगणे अस्ति, यदि लट् लकारे अस्ति चेत् बोधयति. अत्र तु व्याकरण वदामि वा भगिनी, अत्र कथं बोधयति निष्पन्नं भवति? वयं ज्ञातुमिच्छामश्चेत् यथा भवत्या उक्तं, बुद्ध धातुः अस्ति. बुद्ध धातुः हलन्तधातुः. उपधायां कः वर्णः अस्ति? हा, उकार, ह्रस्व उकार अस्ति. उपधायां ह्रस्व उकारः अस्ति चेत् भुवादिगणे तस्य रूपं किं भवति? हा, भुवादिगणे तस्य गुण भवति. बुध् बोध भवति, बोधयोग लटि तु ति, बोधति इति आयाति. अयमेव धातुः दिवादिगणे अस्ति चेत्? हा, दिवादिगणे अस्ति चेत् बोध्यति. हा, क्षम्यतां, बुध्यति अस्ति. हा, बुध्यति. तत्र यकारविकरणप्रत्यय अस्ति चेत् गुण न भवति. इत्युक्ते आर्धधातु, सार्वधातुक तु अस्ति किन्तु अपि अस्ति चेत् गुणकार्यं न भवति. तदनन्तरं बुध्यति इति आयाति. अयमेव धातुः भुवादिगणे अस्ति चेत् बोधति भवति. इत्युक्ते भुवादिगणे शप् अस्ति इति कारणतः गुणकार्यं भवति. अयमेव धातुः दिवादिगणे अस्ति चेत् तत्र दिवादिभ्यः शन् इति सूत्रेण शन् आयाति. शन् इत्यस्मात् तत्र यकारः एव अवशिष्यते. तत्र गुणकार्यं न भवति दिवादिगणे. बोधयति इति निजन्तयुक्तं रूपं दत्तम् अस्ति. अपि च भवती एव वदतु, बोधनम् इति पदं कीदृशं पदम्? हा, बोधनं तु लुडन्तपदम् अस्ति. इत्युक्ते नपुंसकलिङ्गं रूपम् आयाति. बोधनं करोति, बोधनं तु क्रियापदं नास्ति. तदनन्तरं तथा करोति वयं योजयामः चेत् वाक्यं सम्पूर्णं भवति. बोधनं करोति इत्युक्ते बोधयति इति. उत्तमम्. अत्र बोधयति इति कीदृशं पदं, बोधनम् इति कीदृशं पदं, तयोर्मध्ये भेदः कः? हा, बोधयति तु सम्पूर्णक्रियापदम् अस्ति. इत्युक्ते तिङन्तपदम् आयाति. हा, बोधनं तु ल्युडन्तप्रत्यय, ल्युट् प्रत्यय आयाति. प्रत्यययुक्तपदम् अस्ति किन्तु क्रियापदं तु अत्र नास्ति. बोधनं ल्युडन्तं रूपम् एव अस्ति. तदनन्तरं क्रियापदम् आयाति. इत्युक्ते इतोपि स्पष्टतया वक्तुमिच्छामश्चेत्, बोधयति इति पदस्य अन्ते तिङ् प्रत्ययः अस्ति किन्तु बोधनम् इति पदस्य अन्ते कृत् प्रत्ययः अस्ति. तदर्थमेव बोधयति इति तिङन्तपदं, बोधनम् इति कृदन्तपदम्. यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तत्पदं कृदन्तपदम्. इत्युक्ते तिङन्तपदम् अथवा कृदन्तपदं, पदद्वयमपि धातुतः निष्पन्नं भवति. अत्र धातुः अस्ति बुद्ध धातुः. बुद्ध धातोः रूपमेव बोधनं, बुद्ध धातोः रूपमेव बोधयति. अत्र निजन्तरूपं बोधयति अस्ति. अधुना शुभदा भगिनी भवती एव अनुवर्तयतु. अग्रे पठामि वा? तत्र इतोपि किञ्चित् विवृणोतु, अत्र किं दत्तमस्ति. सञ्जयः धृतराष्ट्रस्य बोधनं करोति. सञ्जयः इति कर्तृपदं प्रथमविभक्तौ. धृतराष्ट्रस्य पूर्ववाक्ये धृतराष्ट्रम् इति कर्मपदम् आसीत्. तस्य धृतराष्ट्रस्य इति भवति, तत्तु कर्मपदमेव अस्ति. कर्मपदं षष्ठीविभक्तौ अस्ति. बोधनं करोति, बोधयति इति पदस्य बोधनं करोति क्रियापदं विभजनं कृत्वा, क्रियापदस्य विभजनं कृत्वा बोधयति इति क्रियापदस्य बोधनं करोति इति भवति. कृदन्तपदं करोति इति क्रूधातु धातुतः प्रथमपुरुषे एक लट्लकारे प्रथमपुरुषे लट्लकाररूपं लट्लकाररूपं प्रथमपुरुष एकवचनं करोति इति भवति. उत्तमं भगिनी, अग्रे इतोपि किं लिखितमस्ति पठतु. विभज्य इत्युक्ते क्रियापदस्य विभागं कृत्वा, ल्यबन्त पदमस्ति विभज्य, भज् धातुतः विभज्य, वि उपसर्गपूर्वकः भज् धातुतः विभज्य ल्यबन्तपदं, ल्यप् प्रत्ययः अस्ति अतः ल्यबन्तप्रदं पदं भवति. भवती ल्यबन्तं सम्यक् उक्तवती भगिनी. अत्र ल्यप् इति उक्तवती, ल्यप् इत्यस्मिन् के के वर्णाः इति सम्यक् वर्णाः सन्ति ल्यप् इत्यस्मिन्? ल्यबन्त त्वान्त अस्ति. वदतु वदतु. This is what I know. So, lyabanta meaning yakarah asti va tvanta pratyaya asti, tva pratyaya asti. Chinta mastu. Shobha Bhagini, ekavaram atra lyap itasmin anubandha varnaha ke? Aam Bhagini, tatra lakarah api pakarah anubandha varnaha. लशक्वतद्धिते इत्यनेन लकारस्य, हलन्त्यम् इत्यनेन पकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन द्वयोः लोपः, या एव तिष्ठति. तस्य लोपः इति कीदृशं सूत्रम्? तस्य लोपः इति विधिसूत्रं. भवती दृष्टवती खलु अत्र भज् धातोः प्रसङ्गे किञ्चित् वदतु. हा, भज् धातोः तत्र भगिनी कृदन्तरूपा कृदन्तरूपनन्दिनी इति पुस्तके तु भज इति एव दत्तं तत्र, किन्तु वयं सर्वदा पश्यामः भज् इति अस्ति एतद् धातुः. तत्र मम सन्देहः आसीत्, किन्तु पुस्तके तु औपदेशिकरूपं न दत्तं, अतः भज इति कथम् आयाति इति चिन्तितवती. शप् प्रत्ययस्य योजनेन भज इति कृत्वा दत्तं वा? धातोः उपदेशावस्था अस्ति इत्युक्ते औपदेशिकधातुः भज अस्ति इत्युक्ते तस्मिन् अन्तिमवर्णः अनुनासिक अकारः अस्ति. भजौ इति उपदेशावस्थायां तस्य रूपम् अस्ति भजौ, किन्तु उपदेशे जुनुनासिक इत् इति सूत्रेण तस्य अनुनासिकवर्णस्य इत् संज्ञा भवति. तदनन्तरं तस्य लोपः इत्यनेन अनुनासिक अकारस्य लोपः भूत्वा भज् इति लौकिकधातुः सिध्यति इति मम चिन्तनं. तत्र भज् धातुः भुवादिगणे एव अस्ति इति शोभाभगिनी ह्यः प्रेषितवती. अहमपि कृदन्तरूपनन्दिनीं दृष्टवती, अत्र भज् धातोः रूपमेव भागः भागः इति घञन्तरूपं क्रियापदस्य विभागं कृत्वा. पश्यन्तु तत्र विभज्य इति पदं परिवर्त्य वक्तुमिच्छामश्चेत् विभागं कृत्वा, तदेव अत्र विभज्य प्रयोगः. अत्र विभागः इति घञन्तरूपं, विभजनम् इति ल्युडन्तरूपं. क्रियापदस्य विभागं कृत्वा साधु, क्रियापदस्य विभजनं कृत्वा अपि साधु. इत्युक्ते अहं चिन्तयामि कर्तृकर्मणोः कृति इति एकं सूत्रम् अस्ति. कर्तृकर्मणोः कृति, कृति इत्युक्ते कृत् प्रत्ययः परः अस्ति चेत् कृति इत्युक्ते कृत् इत्यस्य सप्तम्यन्तं रूपं कृति. तेन सूत्रेण अत्र षष्टिविभक्तेः प्रयोगः भवति इति मम चिन्तनं, चिन्ता मास्तु. अपि च तत्र एकं तत् पुस्तके भगिनि भक्षिति धातु अपि भक्ष इति एव दत्तम्, अजन्त किमर्थं दत्तम् इति न जानामि. भज भक्ष अपि ते द्वे अपि हलन्त लौकिकरूपे, किन्तु अन्यानि न दृष्टवती, किन्तु भज भक्ष इति दत्तम्. अपि च विभक्तिः इति पदं दृष्टवती शब्दकल्पद्रुमे, तत्र अपि वियोगः भज योगः तिन् प्रत्ययः, तत् अकारम् अतः अहं चिन्तयामि अनुनासिक अकारस्य लोपः भूत्वा भज् एव तिष्ठति इति मम चिन्तनं. धातुपाठः इति पुस्तकं पश्यामश्चेत् समीचीनतया अवगन्तुं शक्नुमः. धातुपाठं दृष्ट्वा एव तस्य धातोः रूपं कथमस्ति इति द्रष्टुं शक्नुमः. एतावत्पर्यन्तं भज् इति लौकिकधातुः, अग्रे सरेम. अत्र भगिनी एकः प्रश्नः तत्र अत्र तु विभज्य अत्र तु भज् धातुतः भाग यस्य भागः कुर्मः तत् तत् एकम् अर्थः अत्र अस्ति, किन्तु भज् तु भ्वादिगणे तु तत् अर्थः तु तत्र न दत्तं भगिनी, सेवायामेव. अपि च भज् चुरादिगणे विश्राणने इत्युक्ते एकम् अर्थः तु सेग्रिगेट् दत्तम्. अत्र कस्य गणस्य रूपमयाति विभज्य? ह्यः कृदन्तरूपनन्दिनीं दृष्टवती, तत्र भुवादिगणे यः भज् धातुः अस्ति सः धातोः घञन्तरूपं भागः इति दत्तमस्ति. ओ ओ, अर्थपरिवर्तनमेव भवति. अस्तु, अत्र अहं कक्षायाः अनन्तरं प्रेषयामि. अरविन्द महोदय, भवान् दृष्टवान् वा अत्र भज् धातोः प्रसङ्गे? भगिनि चिन्ता मास्तु भगिनी, तत्र भागः अपि भक्तिः विभज्य सर्वाणि रूपाणि तत्र एव अस्ति भ्वादिगणे. तत्र वाचस्पतिं मे दत्ता अस्ति वियोगः भज् भावे घञ् भावे भाग् इति दिया है. इत्युक्ते भागः इति घञन्तरूपमेव, भज् धातोः रूपमेव, किन्तु अत्र प्रश्नः अस्ति अयं भज् धातुः भुवादिगणे अस्ति वा नो चेत् अन्ये गणे अन्यत्र कुत्रापि लभ्यते वा? वक्तुमिच्छति भगिनी वेदा, चुरादिगणे भाजयति लकाररूपम् अस्ति, तत् भज् धातु चुरादिगणे अस्ति, तत् कृदन्त रूपमस्ति, लुडन्तरूपमस्ति. लुट् प्रत्ययः कः? घञ् प्रत्यये भागः अस्ति, लेप् नै लुट् प्रत्ययं भजनम् अस्ति. इत्युक्ते अत्र विभजनं विभजनम् इति ल्युडन्तपदम् अस्ति. इत्युक्ते अत्र रूपाणि अहं चिन्तयामि भुवादिगणीयधातुः एव इति मम चिन्तनं, चिन्ता मास्तु, अग्रे सरेम. अधुना अत्र शुभदा भगिनी अत्र समापयतु, इतोपि किं लिखितमस्ति? विभज्य इत्युक्ते क्रियापदस्य विभागं कृत्वा, यथा आकर्षति इत्युक्ते आकर्षणं करोति, निवेदयति इत्युक्ते निवेदनं करोति. आकर्षति इति आ उपसर्गपूर्वक कृष् कर्ष वदतु कर्षधातुः. आकर्षति इति तु प्रथमपुरुषे एकवचने लट्लकारे अस्ति, तस्य आकर्षणम् इति ल्युडन्तपदमस्ति, आकर्षणं करोति इति भवति, इट् मीन्स् द सेम् एस् आकर्षति. आकर्षणं करोति इन् एतस्मिन् क्रू धातोः प्रथमपुरुष लट्लकारे एकवचनं भवति. किञ्चित् वदामि, अत्र आकर्षति इति पदमस्ति. गीताञ्जलि भगिनी एकवारम् अत्र चिन्तयतु, आकर्षति कृष् धातुः अस्ति, आ उपसर्गः अस्ति, कृष् धातुः अस्ति, कृष् धातुः भुवादिगणे अस्ति चेत् तस्य रूपं किं भवति गीताञ्जलि भगिनी? कृष् धातुः भुवादिगणीयधातुः, भुवादिगणे अस्ति चेत् कृष् धातुः कर्षति भवति वा गुण उत्तमं गुण गुण भवति हा तत्र शप् अस्ति चेत् इत्युक्ते धातुः कृष् धातुः अस्ति. कृष् धातुः भुवादिगणे अस्ति अपि च तुदादिगणे अपि अस्ति. भुवादिगणे अस्ति चेत् गुणकार्यं भूत्वा कृष् उपधायां ऋकारः अस्ति. इत्युक्ते उपधायां ह्रस्वऋकारः अस्ति इति कृत्वा गुणकार्यं भूत्वा कृ कर् भवति. कर्षति आकर्षति इत्युक्ते अयं धातुः भुवादिगणीयधातुः. किन्तु अयमेव धातुः तुदादिगणे अस्ति चेत् तत्र गुणकार्यं न भवति. किमर्थं चेत् तत्र विकरणप्रत्ययः शप् नास्ति, शा अस्ति. इत्युक्ते शा अस्ति इति कृत्वा तत्र गुणकार्यम् अभूत्वा तस्य रूपं तुदादिगणे कृषति. किन्तु अत्र कर्षति इत्युक्ते अयं धातुः भुवादिगणीयधातुः एव. अपि च अत्र निवेदनम् इति पदमस्ति. निवेदनं ल्युडन्तपदं. निवेदयति नि उपसर्गपूर्वकः विद् धातोः रूपमस्ति. निवेदनम् इत्युक्ते समर्पणम् अथवा विज्ञापनम् इति अर्थः अस्ति. निवेदयति इति निजन्तरूपमस्ति. तत्र अय यत्र यत्र पदे अय इति श्रूयते चेत् साधारणतया निजन्तरूपम् अथवा चुरादिगणीयधातुः इति वक्तुं शक्नुमः. चुरादिगणीयधातुषु अपि अय श्रूयते. किन्तु अत्र यद्यपि धातुः चुरादिगणीयः नास्ति तथापि अत्र णिच् अस्ति इति कारणतः प्रेरणार्थकणिच् प्रेरणार्थे णिच् इति प्रत्ययस्य योजनं कुर्मः तेन निवेदयति इति रूपं सिद्ध्यति. भवन्तः सर्वे श्रुतवन्तः खलु नैवेद्यम् इति पदमस्ति. नैवेद्यम् इति पदं तद्धितप्रत्ययान्तपदं. तत्र नैवेद्यम् इति पदं पदस्य विग्रहवाक्यं कथं भवति? न केवलं समासानां कृते, तद्धितान्तानां कृते, सर्वेषां वृत्तीनां कृते तत्र विग्रहवाक्यं सम्भवति एव. तत्र नैवेद्यम् इति पदं यत् निवेदनम् अर्हति तत् नैवेद्यं, यत् निवेदनम् अर्हति तत् नैवेद्यं. निवेदयति इत्युक्ते आफरिङ्ग् अथवा अनौन्सिङ्ग् अस्ति. इत्युक्ते उदाहरणत्वेन अत्र आकर्षति क्रियापदस्य विभजनं कृत्वा वदामश्चेत् आकर्षणं करोति, निवेदयति निवेदनं करोति. उत्तमं, धन्यवादः भगिनी. अनन्तरं किञ्चित् उपरि गच्छेम. अत्र प्रथमम् अभ्यासं कुर्मः अद्य. कोष्टकात् उचितं पदं चित्वा वाक्यं पूरयत. भूमा भगिनी पठतु. भगिनी भगिनी मम एक संशयः अस्ति. वदतु. कौमति अस्मि. धृतराष्ट्रस्य इति पदमस्ति उपरि प्रीवियस् पेज्, तत्र कर्मपदं भवति वा? धृतराष्ट्रस्य कर्मपदं नार्मलि द्वितीयविभक्तिं भवति, विभक्तं भवति न भवति? अत्र कर्मपद कर्मपदषष्टि इति वदामः. कर्मपदषष्टि कर्मं षष्टिविभक्तमपि भवति? न न, तथा नास्ति. साधारणतया कर्मपदम् इत्युक्ते द्वितीयविभक्त्याम् एव भवति. किन्तु अत्र क्रियापदस्य विभजनं कृत्वा वदामश्चेत् अत्र षष्टिविभक्तेः प्रयोगं कृत्वा अपि वक्तुं शक्यते. अत्र कर्मपदषष्टि इत्येव वक्तव्यम्. भगिनि चतुर्थी किं नास्ति? सञ्जयः धृतराष्ट्राय बोधनं करोति. धृतराष्ट्राय बोधनं करोति. बोधयति इति णिजन्तपदमस्ति. णिजन्तपदम् अस्ति चेत् तत्र एकं सूत्रमस्ति. गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासणौ इति एकं सूत्रमस्ति. तेन सूत्रेण धातुः बुद्ध्यर्थकधातुः अस्ति चेत् बुद्धधातुः गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासणौ इति सूत्रेण णिजन्तपदम् अस्ति चेत् तत्र द्वितीयाविभक्तिः सम्भवति. अयं धातुः बुद्धधातुः बुद्ध्यर्थकधातुः अस्ति इति कृत्वा, इत्युक्ते गत्यर्थकधातूनां बुद्ध्यर्थकधातूनाम् अकर्मकाणां शब्दकर्माणां प्रसङ्गे निजन्तप्रयोगे कर्मपदस्य द्वितीयाविभक्त्यन्तं रूपम् एव भवति इति तत्र एकः नियमः अस्ति. तेन अत्र धृतराष्ट्रम् इति द्वितीयाविभक्त्यन्तं रूपम् एव साधु. कर्मपदं विभज्य षष्ठी धृतराष्ट्रस्य बोधनं करोति, तत्रापि बोध पुद्धातु एव अस्ति. यथा मया उक्तम् अत्र कर्तृकर्मणोः कृति इति सूत्रेण अत्र षष्टिविभक्तिः आयाति. बोधयति बोधयति इत्यस्मिन् णिजन्तपदमस्ति इति कृत्वा तत्र द्वितीयाविभक्तिः एव साधु. इत्युक्ते निजन्तप्रयोगेषु भिन्नं भिन्नसूत्राणि सन्ति, तेन वाक्यं तथा भवति. विभजनानन्तरं विभजनपूर्वं निजन्तधातु अस्ति, विभजनानन्तरं निजन्तधातु नास्ति, बोधनं करोति, ल्युट् ल्युडन्तम् अस्ति. तत्र धृतराष्ट्रस्य बोधनं करोति अथवा धृतराष्ट्राय बोधनं करोति. प्रथमम् अस्ति कृष्णः अर्जुनाय अर्जुनम् उपदिशति, कृष्णः अर्जुनस्य उपदेशं करोति, अर्जुनाय उपदेशं करोति इति साधु. अत्र किमर्थं चतुर्थी न भवति इति पश्यामश्चेत्, चतुर्थीविभक्तेः प्रयोगस्य कृते कानिचन सूत्राणि सन्ति. इत्युक्ते तत्र सम्प्रदाने चतुर्थी इति एकं सूत्रमस्ति. इत्युक्ते तत्र ददाति इति क्रियापदमस्ति चेत् तदा साधारणतया चतुर्थीविभक्तेः प्रयोगः भवति. सम्प्रदाने चतुर्थी इति एकं सूत्रमस्ति. अपि च अत्र केचन धातवः सन्ति, तेषां प्रयोगे क्रुध्यति इति केचन धातवः सन्ति, तेषां प्रयोगे एव चतुर्थीविभक्तिः भवति. तत्र नियमाः सन्ति चतुर्थीविभक्तेः प्रयोगस्य प्रसङ्गे, केचन नियमाः सन्ति. इत्युक्ते तदेव कारकप्रकरणे अस्ति वा, कारकप्रकरणे अस्ति वा, उत्तमं, कारकप्रकरणे तत् सर्वम् आयास्यति. इत्युक्ते यत्र कुत्र कुत्र चतुर्थीविभक्तेः प्रयोगः भवति, प्रत्येकं विभक्तेः प्रयोगः कुत्र कुत्र भवति इति तस्य प्रसङ्गे कारकम् इति विषयम् अध्येतव्यम्. धन्यवादः भगिनि. अधुना अत्र भूमा भगिनी वदतु. कोष्ठात् उचितं पदं चित्वा वाक्यं पूरयत. प्रतिष्ठापनं, सत्कारम्, आह्वानम्, उद्घाटनम्, अर्जनं, निबन्धनम्. अत्र कोष्टकात् पञ्चमी विभक्ति एकवचनं. उत्तमं. कोष्टकं नपुंसकलिङ्गं. कोष्टकं उचितं पदम्, अनयोः सम्बन्धः कः? कोष्टकात् उचितं पदं विशेषणविशिष्ट विशेषभावः. उत्तमं. चित्वा, अत्र चित्वा इति पदं कीदृशं? स्वान्तरूप. उत्तमं. ची धातोः रूपं. ची धातुः. अत्र धातुः अस्ति स्वीकारान्त ची धातुः. ची धातोः रूपं वदतु. चिनोतु, चिन्वन्तु, चिनोतु. उत्तमं, तदेव. इत्युक्ते चिनोति इति एकं रूपम् अस्ति, चिनोते चिनुते रूपमपि अस्ति. इत्युक्ते अयं धातुः उभयपदी धातुः कृत्वा रूपद्वयम्, आत्मनेपदीरूपम् अस्ति, परस्मैपदीरूपमपि अस्ति. चित्वा अत्र चि धातुः अनिट् धातुः इति कृत्वा तत्र इडागमः न भवति, किन्तु पठ् धातुः अस्ति चेत् पठित्वा इति भवति. अत्र धातुः एव चि इकारः अत्र दृश्यते, किन्तु धातुतः धातुतः उत्तमम् धातुतः आगतः इकारः अत्र अस्ति. धातुः ची धातुः, ची धातोः रूपं चिनोति, चिनुते. तस्य ल्युडन्तरूपं चयनं. चयनम् इत्युक्ते सेलेक्षन्. वाक्यं पूरयत. पूरयत कीदृशं पदं? पूरयत लोट्लकार मध्यमपुरुष बहुवचनं. पूरयत. आवरणे कानिचन पदानि दत्तानि, तेषां पदानां परिशीलनेन किम् अवगतवती? प्रतिष्ठापनं, धातु धातोः विभजनं कृत्वा अत्र दत्तानि. इत्युक्ते अत्र आवरणे सर्वाणि पदानि ल्युडन्तपदानि दत्तानि. प्रतिष्ठापनं, क्षम्यताम्, अत्र सत्कारम् इति ल्युडन्तपदं नास्ति. ओ, सत्कारः द्वितीय. भगिनी सत्करणं साधु वा? सत्करणम् उपयोगं कर्तुं शक्नुमः चिन्तयामः तस्मिन् तस्मिन् प्रसङ्गे चिन्तयामः. अत्र पश्यन्तु, प्रतिष्ठापनम्, आह्वानम्, उद्घाटनम्, अर्जनं, निबन्धनम्, एतानि पदानि ल्युडन्तपदानि. किन्तु अहं चिन्तयामि सत्कारः इति घञन्तरूपं, सत्करणम् इति किमर्थं न दत्तमस्ति इति चिन्तनीयं. किन्तु अत्र सत्कारम् इति पदं दत्तमस्ति. प्रथमं वाक्यं करोतु. द्वारम् उद्घाटयति, द्वारस्य उद्घाटनं करोति. इत्युक्ते किम्? उद्घाटनं द्वारस्य, गृहस्य द्वारं, द्वारस्य द्वारम् उद्घाटनं करोति. ओपन्, ओपन्, उत्तमं. तस्य विपरीत विपरीतार्थशब्दः कः? यदि वयं क्लोस् कर्तुम् इच्छामश्चेत् किं वदामः संस्कृतभाषायाम्? पिहितम्. उत्तमं. कोऽपि वदतु, पूर्णतया वाक्यं वदतु. द्वारं पिहितं करोति. द्वारस्य पिहितं करोति. अत्र पिहितम् इति पदं क्तान्तपदं, क्तान्तपदं. किन्तु अत्र उद्घाटयति अस्ति खलु, उद्घाटयति इति पदं लट्लकाररूपमस्ति. किन्तु उद्घाटयति इति निजन्तरूपमस्ति. तस्य पदस्य क्रियापदस्य विभजनं कृत्वा वदामश्चेत् उद्घाटनं करोति. किन्तु मम प्रश्नः अस्ति, अत्र द्वारं पिदधाति लट्लकाररूपं योजयित्वा वदामश्चेत् द्वारं पिदधाति. किन्तु क्रियापदस्य विभजनं कृत्वा वक्तुमिच्छामश्चेत् द्वारस्य पिधानं करोति. द्वारस्य पिधानं करोति इति भवति. किन्तु भगिनी उक्तवती पिहितः. पिहितः इत्युक्ते क्तान्तरूपं. द्वारं पिहितम् इत्युक्ते भूतकालार्थे वक्तुमिच्छामश्चेत् लट्लकाररूपं वर्तमानकालार्थे भवति. किन्तु क्तान्तरूपं भूतकालार्थे भवति. इत्युक्ते तत्र अर्थभेदः अस्ति. द्वारम् इति नपुंसकलिङ्गपदमस्ति चेत् द्वारं पिहितम् इति भवति. किन्तु लट्लकाररूपमेव योजयित्वा वक्तुमिच्छामश्चेत् द्वारं पिदधाति अथवा द्वारस्य पिधानं करोति इति भवति. द्वितीयं वाक्यं करोतु. अतिथिं सत्करोति. अतिथेः सत्कारं करोति. अत्र अतिथेः इति रूपं कीदृशं रूपं? क्षम्यतां भगिनी, क्षम्यतां भगिनी, पिदधाति इति विषये अहं किञ्चित् भ्रमजाता भगिनी. धातु किम्? तदनन्तरं कथं निष्पन्नं भवति भगिनी? तत् पदं बहु विशिष्टं पदं. तस्मिन् प्रसङ्गे अहं कक्षायाः अनन्तरं किञ्चित् प्रेषयिष्यामि. भाषापाकः इति एकं पुस्तकमस्ति. भाषापाकः इत्यस्मिन् पुस्तके पिधानम् इति केवलं तस्य पदस्य प्रसङ्गे एव किञ्चित् लिखितम् अस्ति. किन्तु अस्माकं कृते किञ्चित् नूतनं पदं तदर्थम् उक्तवती. सत्कारः इत्युक्ते सम्माननम्. किन्तु अत्र किमर्थं सत्करणम् इति ल्युडन्तपदं किमर्थं न दत्तमस्ति इति अहमपि सम्यक् न जानामि. किन्तु सत्कारः इति घञन्तरूपमस्ति. इत्युक्ते अन्यानि पदानि ल्युडन्तपदानि, किन्तु सत्कारः इति एकमेव पदं घञन्तरूपं दत्तमस्ति. अत्र सत् योगः क्रु धातुतः घञन्तरूपं सत्कारः. अग्रे पठतु. अतिथेः षष्ठी विभक्ति एकवचनम्. हरेः. अश्वान् निबध्नाति. अश्वानां निबन्धनं करोति. निबन्धनम् अश्वानां विभक्ति. षष्ठी विभक्ति बहुवचनम्. उत्तमम्. अश्वः इति कीदृशं पदम्? अकारान्तपुल्लिङ्गः. उत्तमम्. पश्यन्तु, निबन्धनम् इति पदमस्ति. निबन्धनम् इति ल्युडन्तपदं, तत्र धातुः अस्ति बन्धधातुः, किन्तु अत्र बहु विशेषः अस्ति बन्धधातोः प्रसङ्गे. अरुणा भगिनी वदतु. बन्धधातु क्रयादिगणे आगच्छति. अत्र सूत्रमस्ति धातोः औपदेशकधातो नकार अस्ति, नकारलोपो भवति किति प्रत्यय परे इति सूत्रेण नकारलोपो भवति बध्नाति इति सामान्यतया आगच्छति. उत्तमं. तत्र सूत्रं वदति वा एकवारं? वेदा भगिनी उक्तवती, वदतु. एकनिमिषं भगिनि. उपधायां किमस्ति नास्ति चिन्ता मास्तु. अत्र सूत्रमस्ति अनिदितां हल उपधायाख्निति इति एकं सूत्रमस्ति. अत्र धातुः बन्धधातुः अस्ति, किन्तु बन्धधातुः अस्ति चेदपि इत्युक्ते धातौ एव नकारः पूर्वमेव अस्ति, किन्तु अनिदितां हल उपधायाख्निति इति सूत्रेण तस्य मध्ये स्थितस्य नकारस्य लोपः भूत्वा तस्य रूपं बध्नाति, बद्धवान्, बद्धः इत्यादीनि रूपाणि सिद्ध्यन्ति. भगिनी अरुणा भगिनी वदतु, अत्र कितिनिति प्रत्यये परे इति दत्तमस्ति, अत्र कित् प्रत्ययः नित् प्रत्ययः कः? स्नात् स्नादातु षित् अस्ति परन्तु अपित् अस्ति, ततः सार्वधातुके अपित् इति किति किति नित् इति संज्ञासूत्रमस्ति, तदेव कित् नित् भवति. उत्तमम्. इत्युक्ते अत्र सूत्रं किं वदति? अनिदितां हल उपधाया क्निति इति वदति. क्निति इत्युक्ते कित्, कित् अथवा नित् प्रत्ययः परः अस्ति चेत्, अनिदित् धातुः अस्ति चेत् मध्ये स्थितस्य नकारस्य लोपः भवति इति वदति. अत्र अस्मिन् गणे शप् नास्ति, शप् नास्ति इति कृत्वा, क्रयादिगणे अस्ति इति कृत्वा, क्रयादिगणे श्ना श्ना इति विकरणप्रत्ययः मध्ये आयाति. श्ना इति विकरणप्रत्ययः षित् अस्ति किन्तु पित् नास्ति. पित् नास्ति, पित् नास्ति चेत् किं वदामः? सार्वधातुकम् अपित् सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवति. नित्वत् भवति इति कृत्वा श्नाप्रत्ययः अपित् अस्ति, अपित्वकारणात् नित्वत् भूत्वा गुणकारस्य लोपः भवति. किन्तु ल्युट् प्रत्ययस्य प्रसङ्गे तादृशनकारलोपः न भवति इति कृत्वा तस्य रूपं बन्धनम्. इत्युक्ते ल्युडन्तरूपं पश्यामश्चेत् बन्धनम् अस्ति, इत्युक्ते नकारः तत्र यथावत् तिष्ठति, किन्तु लट्लकाररूपं, क्तान्तरूपं, क्तवत्वन्तरूपम् एतानि रूपाणि पश्यामश्चेत् क्तान्तरूपं कित् अस्ति, क्तवत्वन्तरूपं कित् अस्ति, कित् अस्ति चेत् कितिनिति प्रत्यये परे धातोः मध्ये स्थितस्य नकारस्य लोपः भूत्वा बध्नाति, बद्धः, बद्धवान् इत्यादीनि रूपाणि सिद्ध्यन्ति, किन्तु ल्युडन्तरूपं बन्धनम् इति वयं व्याकरणवर्गे पठितवन्तः. उत्तमम्. अनन्तरं सुजाता भगिनी भवती वदतु अग्रिमं वाक्यम्. आं भगिनि, अस्तु. ध्वजं प्रतिष्ठापयति, ध्वजस्य प्रतिष्ठापयति प्रा उपसर्ग स्थाधातुः, स्थापयति निजन्तरूपम् अस्ति, चुरादिगणे अस्ति, ध्वजं नपुंसकलिङ्गम्. आवरणे यानि यानि पदानि दत्तानि तानि पदानि प्रथमाविभक्त्यां न सन्ति, तानि पदानि द्वितीयाविभक्त्यां सन्ति. पश्यन्तु, द्वारं द्वितीयाविभक्त्यन्तं रूपम्, अतिथिम् अश्वान्, ध्वजं कीर्तिं शत्रुम्, इत्युक्ते अत्र द्वितीयाविभक्त्यन्तं रूपम् आवरणे दत्तमस्ति. दक्षिणभागे सर्वाणि पदानि, आवरणे यानि पदानि दत्तानि तानि सर्वाणि षष्टिविभक्त्यां सन्ति. अत्र पदमस्ति ध्वजः इति पुंलिङ्गपदं, किन्तु कर्मपदमस्ति इति कृत्वा ध्वजम् इति द्वितीयाविभक्ति. प्रतिष्ठापयति वदतु. प्रतिष्ठापयति स्थाधातु अस्ति, प्रा उपसर्ग उपसर्ग अस्ति, प्रति उपसर्गः अस्ति, निजन्तधातुः. अत्र किं वदामः? निजन्तधातुः इति न वदामः, स्थाधातुः अस्ति किन्तु तस्य निजन्तरूपम्. आम् आम् आं भगिनि, चुरादिगणीयधातुः नास्ति, किन्तु स्थाधातोः रूपमेव तिष्ठति. किन्तु स्थाधातुः आकारान्तधातुः अस्ति इति कृत्वा पुग् आगमः भवति, पुक् आगमः भवति इत्युक्ते पकारः आयाति, स्थापयति इति रूपं, दा दापयति, स्था स्थापयति, मा मापयति इत्यादीनि रूपाणि सिद्ध्यन्ति अत्र. प्रति उपसर्गपूर्वकः स्थाधातुतः पुगागमः भूत्वा णिजन्तरूपम् इत्युक्ते अयं धातुः चुरादिगणीयः न, साधारणधातोः णिजन्तरूपं लौकिकधातुः स्था अस्ति, किन्तु मूलस्थित्यां तस्य रूपं ष्ठा इत्युक्ते मूर्धन्यशकारादिधातुः अयं धातुः. स्था धातोः रूपं ल्युडन्तरूपं किं भवति? स्थापनं सामान्यरूपम्, सामान्यलुडन्तं स्थानम्. णिच् योजयित्वा वदामश्चेत् ल्युडन्तरूपं स्थापनम्. स्थापनं पश्यतु, भेदः अस्ति. स्थानं भिन्नपदं, स्थापनं भिन्नं पदम्. इत्युक्ते अत्र स्थाधातुतः निर्मितं ल्युडन्तपदं स्थानं, स्थाधातुतः णिच् योजयित्वा तदनन्तरं ल्युट् योजयित्वा वदामश्चेत् स्थापनम् इति. अत्र क्रियापदमस्ति प्रतिष्ठापयति. वयं साधारणतया शृणुमः प्रतिष्ठा इति पदं, प्रतिष्ठापनं, ध्वजस्य प्रतिष्ठापनं करोति इत्युक्ते विभज्यप्रयोगः, ध्वजस्य प्रतिष्ठापनं करोति. अग्रे वदतु. कीर्तिम् अर्जयामि, कीर्तेः अर्जनं कर न जानामि भगिनि. पश्यतु अत्र अत्र लट्लकाररूपं योजयित्वा प्रथमं वाक्यम्, अपि च लट्लकारक्रियापदस्य विभजनं कृत्वा द्वितीयं वाक्यं परिवर्त्य वक्तव्यं. वदतु. कीर्तेः अर्जनं करोमि, करोमि. पूर्वं चत्वारि वाक्यानि दत्तानि, अत्र पञ्चमं वाक्यमस्ति करोमि इति दत्तमस्ति. इत्युक्ते अत्र एतावत्पर्यन्तं प्रथमपुरुष एकवचनरूपं दत्तमस्ति, किन्तु अत्र उत्तमपुरुष एकवचनरूपं. किञ्चित् भिन्नम् उदाहरणम्, अहं कीर्तेः अर्जनं करोमि, करोमि. कर्तृपदमपि योजयित्वा वदतु भिन्नं वाक्यम्. अयं वयं कीर्तेः अर्जनं करोमि. वयं वयम् इति वदति चेत् तत्र क्रियापदं किं भवति? करोमि, कुर्मः. पुनः वदतु. वयम् अर्जनं कुर्मः. किम् अर्जनं कुर्मः? कीर्तेः अर्जनं कुर्मः. कीर्तेः अर्जनं कुर्मः इति दत्तमस्ति. अत्र साधारणतया वयं शृणुमः कीर्तिः, अत्र प्रथमाविभक्त्यन्तं रूपं कीर्तिः, किन्तु पश्यतु वामभागे पश्यतु कीर्तिम् इति कर्मपदं दत्तमस्ति. कीर्तिः इति क्तिन् प्रत्ययान्तरूपं, क्तिन् प्रत्ययान्तरूपम् अस्ति. तत्र साधारणं पदं पदानि वयं जानीमः एव, कीर्तनं, कीर्तनं. किन्तु अत्र कीर्तिः धातुः एकः एव. तत्र कीर्तयति इति लट्लकाररूपं दत्तमस्ति. कीर्तनं ल्युडन्तपदं, कीर्तेः अर्जनम्, अर्जनम् अत्र धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यम्. अर्जयामि, अर्जिधातुः इति भाति चुरादिगणीयधातुः. भगिनि चुरादिगणीय अर्ज् धातुः. उत्तमम्. अर्जयनं, अर्जनम् इत्युक्ते किम्? अर्न् इति अस्ति भगिनि. उत्तमम्. अग्रे पठतु भगिनि. शत्रुम् आह्वयसि, शत्रोः आह्वानं करोषि, करोषि. इत्युक्ते अत्र वाक्यं वाक्यकर्तृपदं कीदृशं कर्तृपदमस्ति? शत्रुः कर्मपदम्. अत्र वाक्यमस्ति त्वं शत्रुं त्वं करोषि इत्युक्ते मध्यमपुरुष. पूर्णतया वाक्यं पुनः वदतु. त्वं शत्रुम् आह्वानं करोषि. पुनः वदतु. त्वं शत्रोः आह्वानं करोषि. करोषि. अत्र केवलं लट्लकाररूपं योजयित्वा वदामश्चेत् त्वं शत्रुम् आह्वयसि अथवा त्वं शत्रोः आह्वानं करोषि. क्रियापदं दत्तमस्ति. मध्यमपुरुषे एकवचनक्रियापदं लट्लकाररूपं योजितमस्ति. अत्र आङ् उपसर्गपूर्वकः ह्वे धातुः अस्ति. आह्वानम् इति ल्युडन्तपदम्. आह्वयति ह्वे धातुः अस्ति. करोषि करोषि इति कीदृशं पदम्? करोषि मध्यमपुरुष एकवचनम्. अत्र साधारणतया पठ् धातोः रूपं पठसि भवति, खाद् धातोः रूपं खादसि भवति, किन्तु अत्र करोषि किमर्थम्? अत्र किञ्चित् विशिष्टं सूत्रमस्ति. तत्र आदेशप्रत्यययोः इति सूत्रेण सकारस्य स्थाने मूर्धन्यषकारादेशः भवति इति कृत्वा करोषि इति रूपं सिद्ध्यति. त्वं शत्रोः आह्वानं करोषि. उत्तमं भगिनि. अग्रिमे पुटे किं दत्तमस्ति? धन्यवादः. अग्रिमे पुटे किं दत्तमस्ति इति एकवारं पश्येम. अरविन्द महोदय वदतु. भगिनि, द्वे पदे स्तः आह्वानम् आवाहनं किं डिफ्रेन्स् अस्ति? How do they differ? Like avahanam is like a challenge and avahanam is like a appeal. Shobha bhagini, prakruti pratyaya vibhagam krutva ahvanam avahanam kinchit uham krutva vadatu. Ahvanam iti ludanta tatra a upasargam api yogaha hve dhatuhu yogaha lyutiti ahvanam iti bhavati iti manye. आवाहनम् इति आवहनम् आवहनम् आ उपसर्गयोगः वह् धातुः ल्युट् प्रत्ययः इति मन्ये. आवाहनम् तत्र धातुः भिन्नधातुः. वह् धातुः वहति इति अर्थे. वह् धातोः रूपं वहति. वह् धातोः रूपमेव वाहनम्. वाहनम् इत्युक्ते कारयानम्. वाहयति वहति भिन्नं पदं, वाहयति भिन्नं पदम्. आवाहनम् इति पदमस्ति, आवाहनम् इति अपि अस्ति. अपि च भगिनी, ह्वे इति धातुः सर्वदा आ उपसर्गपूर्वकः एव भवति वा? तथा नास्ति वा? अहं सम्यक् न जानामि. अत्र तु ह्वयति तु अस्ति. अस्ति अस्ति कुत्रापि श्रुतवती इति भाति, अतः पृष्टवती. होयति इति अस्ति, किन्तु प्रयोगे तदा भवति वा इति. अस्तु भगिनि, धन्यवादः. भगिनि, एकः प्रश्नः अस्ति. आङ् उपसर्गपूर्वक आङ् योगः ह्वे धातु आङ् कथम् आयाति? आङ्क् ङकारस्य लोपः भवति वा? ङकारः इत्युक्ते कवर्गीय अन्तिमव्यञ्जनं ङकारस्य लोपः भूत्वा इति ङकारस्य लोपः केन सूत्रेण? तत्र बहवः नियमाः सन्ति भगिनि. आङ् उपसर्गस्य प्रसङ्गे बहु किमपि ज्ञातव्यम्. बहु किमपि ज्ञातव्यं. तत्र बहुषु स्थलेषु भिन्नभिन्नरीत्या तस्य प्रयोगः भवति. कक्षायाः अनन्तरं प्रेषयामि. धन्यवादः. उत्तमम्. अग्रे सरेम. भगिनी पठतु. गोमती भगिनी, भवती पठतु. अतः लिखितानि वाक्यानि यथोदाहरणं परिवर्त्य लिखत अथः अव्ययपदं लिखिता मूलरूपं वदतु अथः इत्यस्य मूलरूपं मूलरूपं न जानामि अव्ययम् इत्र प्रातिपदिकमस्ति अधस् ओहो अधस् इति प्रातिपदिकमस्ति वदतु लिखितानि वाक्यानि तयोर्मध्ये सम्बन्धः कः विशेषणविशेष्यं लिखितानि विशेषणं वाक्यानि विशेष्यं लिखितानि वाक्यानि यथोदाहरणं तत्र सन्धेः नाम किं यथा उदाहरणं गुणसन्धि अकार उकारयोः सन्धिं कृत्वा एक ओकारं भवति गुणसन्धिः भवति अत्र पश्यन्तु यथा उदाहरणमिति व्यस्तप्रयोगं कृत्वा वदामश्चेत् यथा उदाहरणं भवति किन्तु अत्र समस्तप्रयोगं कृत्वा लिखितम् अस्ति यथोदाहरणम् इति एकमेव पदं समस्तपदं तत्र यथा इति अव्ययपदमस्ति पूर्वपदं यथा इति अव्ययपदमस्ति उत्तरपदम् उदाहरणम् इति साधारणं सुबन्तपदमस्ति इति कृत्वा अत्र अव्ययीभावसमासः भवति यथोदाहरणम् इति पदम् अव्ययीभावसमासयुक्तं पदं साधारणतया वयं शृणुमः यथाशक्ति यथा योग्यं यथार्थं यथार्थम् इति पदं वयं जानीमः अत्र यथा इति पदस्य अर्थः येन प्रकारेण इति अर्थः अस्ति अव्ययीभावसमासयुक्तं पदं परिवर्त्य वदतु परिवर्त्य लबन्त्यरूपं परि उपसर्ग वर्त्य वृत्तधातु वृत्तधातोः परिवर्तति वृत्तधातोः वृत्तधातोः लट्लकाररूपं वर्तते वर्तते उत्तमं वर्तते वर्तते वर्तते हा आत्मनेपदि वाक्यं लिखितमस्ति वाक्यानि परिवर्त्य लिखत इति दत्तमस्ति एतदेव वाक्यं किञ्चित् क्रियापदस्य विभजनं कृत्वा वदतु यथोदाहरणं परिवर्तनं कृत्वा लिखत उत्तमं वाक्यानि परिवर्त्य लिखत अथवा वाक्यानां परिवर्तनं कृत्वा लिखत उत्तमं लिखत इति मध्यमपुरुष बहुवचनम् उत्तमं यथा एषः क्षम्यतां भगिनि अधस् इति लिङ्गं किम् अत्र तत्र अव्ययपदमस्ति इति कृत्वा अव्ययपदस्य लिङ्गं नास्ति हा तत्तु जानीमः किन्तु किमर्थं प्रातिपदिकं तस्य दत्तम् किमपि भेदः नास्ति कथं अधस् अध भवति सूत्राणि सन्ति अन्ते अत्र सकारस्य स्थाने विसर्ग आयाति केन सूत्रेण ससजुषोरुः इत्यनेन सकारस्य स्थाने रुत्वं भवति तदनन्तरं वदतु हा तदनन्तरं रुत्वं रु रेफ एव तिष्ठति रेफस्य स्थाने तदनन्तरं विसर्गादेशः हा खरबसानयोर्विसर्जनीयस्य सः सुन्दररीत्या उक्तवती भगिनी धन्यवादः धन्यवादः इत्युक्ते तत्र अधस् तत्र सकारः अस्ति ससजुषोरुः इति सूत्रेण तदनन्तरं रु इत्यस्मात् उकारः अपगच्छति तदनन्तरं खरवसानयोर्विसर्जनीयः अवसानावस्थायाम् अस्ति इति कृत्वा रेफस्य स्थाने विसर्गादेशः भवति इति कृत्वा अधस् अधः भवति भगिनी पठतु एषः कोष्ठके खडः खडस्य पूरणं करोति एषः खडं पूरयति घटः इति पदं किञ्चित् वदतु भवती यज्जानाति तद् वदतु घटः घटः पुल्लिङ्गपदम् अकारान्तपुल्लिङ्गपदम् एकवचनं निष्पत्ति अहं न जानामि, अत्र घटः इति पदस्य अर्थः किं भवितुमर्हति इति अहं दृष्टवती. तत्र किं लिखितमस्ति इत्युक्ते मृत् आदि मृत् इत्युक्ते मड् वयं जानीमः, मृदादिसङ्घातैः जलादिग्रहणाय निर्मितं पात्रम्. मृदादिसङ्घातैः जलादिग्रहणाय निर्मितं पात्रं घटते चेष्टायाम् इत्यस्मिन् अर्थे घटधातुः अस्ति. तस्मात् धातुतः एव सङ्घटनं सङ्घटना इत्यादीनि पदानि सिद्ध्यन्ति इति मम चिन्तनं. घटी कालमापकयन्त्रमस्ति खलु घटी, तत्पदमपि घटधातुतः एव निर्मितमस्ति इति मम चिन्तनमस्ति. पूरणं करोति इति वाक्यमस्ति, केवलं लट्लकाररूपं योजयित्वा वदतु. एषः घटं पूरयति. उत्तमम्. अग्रे घोषः हृदयस्य विदारणं करोति. हृदयम् इति दत्तं, हृदयं द्वितीयविभक्त्याम् अस्ति, कर्मपदमस्ति, षष्टिविभक्त्यां परिवर्तनं कृत्वा घोषः हृदयस्य विदारणं करोति और् घोषः हृदयं विदारयति. उत्तमं. लट्लकाररूपं प्रयुज्य वदामश्चेत् घोषः हृदयं विदारयति और् हृदयस्य विदारणं करोति. विदारणं. उत्तमम्. अत्र हृदयम् इति नपुंसकलिङ्गपदमस्ति. हृदयम् इत्यस्य स्थाने हृत् अथवा हृद् इति दकारान्तपदमपि योजयितुं शक्नुमः. घुष् धातोः रूपमेव घोषः. विदारणं ल्युडन्तपदमस्ति. वि उपसर्गपूर्वकः दीर्घरूकारान्तधातुः द्रू इति अस्ति तत्र. विदारणं विदारकः इति वदामश्चेत् णुवुल् प्रत्ययान्तरूपम् अस्ति. विदारयति वि उपसर्गपूर्वकः, धारयति. प्रथमतया णिजन्तरूपेषु णिजन्तधातुः सिद्ध्यति, आतिदेशिकधातुः इति वदामः. दारि इति विदारि इति नूतनधातुः सिद्ध्यति तत्र. तस्मात् एव विदारयति इति णिजन्तरूपं सिद्ध्यति. घुष् धातोः रूपमेव घोषणा, घोषणम्, उद्घोषणम् इत्यादीनि पदानि वयं साधारणतया शृणुमः. उत् उपसर्गपूर्वकः घुष् धातुतः ल्युट् योजनेन उद्घोषणम् इति भवति. अग्रिमं वाक्यं भगिनि, क्षम्यतां, हृदयं तत्र प्रथमविभक्ति न भगिनि? सर्वे आवर्णे तु प्रथम एव दत्तं तत्र. आवरणे प्रथमाविभक्त्यन्तरूपं दत्तमस्ति, किन्तु नपुंसकलिङ्गपदमस्ति इति कृत्वा द्वितीयाविभक्त्याम् अपि समानं रूपं. भगिनी पुनः एकवारं वाक्यद्वयं श्रावयतु. घोषः हृदयस्य विदारणं करोति. घोषः हृदयं विदारयति. उत्तमम्. अग्रे कृष्णः रथस्य स्थापनं करोति. कृष्णः रथं स्थापयति. स्थापयति इत्यस्मिन् प्रसङ्गे किञ्चित् वदतु. स्थापयति निजन्तरूपं, स्था धातु निजन्तं नि प्रयुज्य स्थी भवति वा अत्र. स्थापनं स्थापनम् इति निच् अपि अस्ति इति इत्युक्ते तत् भवती किम् उक्तवती? स्थापयति इति उक्तवती. स्थापयति इति निजन्तरूपं, स्थाधातुतः अहं पूर्वमेव उक्तवती, स्थाधातुतः निच् योजनेन स्थापयति इति रूपं भागमः भवति. अर्ति ह्रि व्ली क्नुयि क्ष्मायातां पुङ्णौ इति सूत्रेण तत्र पुगागमः भवति इति कृत्वा, इत्युक्ते पकारः आयाति, तेन कारणेन स्थापयति इति रूपम् अस्ति. किन्तु स्थापनम् इति निजन्तयुक्त ल्युडन्तरूपम्. णिच् नास्ति चेत् केवलं स्थानम् इति भवति. अत्र रथः इति पदमस्ति. यदा कदापि रथः इति पदं पश्यामश्चेत् बहु उत्तमः श्लोकः रथस्य प्रसङ्गे एकः उत्तमः श्लोकः अस्ति, भवन्तः सर्वे जानन्ति एव. अरविन्दमहोदय एकवारं स्मारयति वा? आत्मानं रथिनं विद्धि. आत्मानं रथिनं विद्धि, शरीरं रथमेव च, बुद्धिं तु सारथिं विद्धि, मनप्रग्रहमेव च. इन्द्रियाणि हयानाहौ, इन्द्रियाणि हयानाहौ. ऐ लास्ट् द फ्लो. कठोपनिषदे अस्ति न स्मरामि पूरा कठोपनिषद् तत्र अस्ति. कठोपनिषदः वाक्यं, वाक्यं किम् इत्युक्ते बहु उत्तमं वाक्यम्, अहं बहु मम फेवरेट् वाक्यम् इत्युक्ते तत्र बुद्धिं तु सारथिं विद्धि, बुद्धिं तु सारथिं विद्धि. विद्धि इत्युक्ते जानीहि, बुद्धिः सारथिः इति जानीहि, भवान् जानातु, बुद्धिः सारथिः. तत्र मनः प्रग्रहमेव च इति उक्तमस्ति. बहु उत्तमः श्लोकः. आत्मानं रथिनं विद्धि, शरीरं रथमेव च, बुद्धिं तु सारथिं विद्धि, मनः प्रग्रहमेव च. चतुर्थं वाक्यं भगिनी भवती एव करोतु. वयम् इन्द्रियाणि कोष्टके इन्द्रियाणां प्रेरणं कुर्मः. इन्द्रियाणां प्रेरणं कुर्मः वयम्. इन्द्रियाणि इन्द्रियाणां कुर्मः वयम् इन्द्रियाणि प्रेरयति इति लट् रूपं प्रेरयति वा? अहं चिन्तयामि प्रेरयति. नो सारि सारि, प्रेरयामः, सारि प्रेरयामः. उत्तमम्, प्रेरयामः. वयं शब्दस्य प्रातिपदिकं किम्? अहम्, अहम् अस्मद्, अस्मद् प्रातिपदिकम् अस्मद्. इन्द्रियाणि तत्र णत्वं किमर्थम्? इन्द्रियाणि रेफम् अस्ति, रेफम् अण्ड् सूत्रम् अट् कुप् वाङ् नुम् व्यवधायोपि, व्यवधानमस्ति चेत् अपि नकारं, नकारमस्ति इन्द्रियाणि, रेफम् अस्ति अट् या अट् कुप् वाङ्, डोण्ट् रिमेम्बर् द सूत्रं फुल्लि, अट् कुप् वाङ् नुम् अत्र किं वदति इत्युक्ते अट् प्रत्याहारस्थवर्णाः. अट् इति एकः प्रत्याहारः, अट् प्रत्याहारे केचन वर्णाः सन्ति. इत्युक्ते यदि वयं माहेश्वराणि सूत्राणि पश्यामश्चेत् तत्र प्रत्याहाराः सन्ति. अट् इति एकः प्रत्याहारः, अथवा कुप् इति वदामश्चेत् कवर्गीयव्यञ्जनानि अथवा अवर्गीयव्यञ्जनानि, कूपु इति वदामः. कु इत्युक्ते कवर्गीयव्यञ्जनानि, पु इत्युक्ते पवर्गीयव्यञ्जनानि, सर्वाणि व्यञ्जनानि तत्र सन्ति चेत् आङ्ग् इति उपसर्गः अस्ति चेत् एते वर्णाः मध्ये सन्ति चेदपि बाधकवर्णाः न भवन्ति. एते वर्णाः मध्ये भवन्ति चेदपि अत्र निमित्तमस्ति चेत्, निमित्तं किं? रेफः निमित्तमस्ति, निमित्तमस्ति चेदपि अत्र कार्यं भवति. इत्युक्ते दन्त्यनकारस्य स्थाने मूर्धन्यणकारादेशः रेफस्य कारणेन व्यवधानमस्ति चेदपि बाधकवर्णः नास्ति इति कृत्वा ऋणत्वं भवति. इन्द्रियाणि, उत्तमम्. अग्रे पठतु. अर्जुनः गीतामृतं पानं करोति. अर्जुनः गीतामृतस्य पानं करोति. अर्जुनः गीतामृतं पाययति, पाययति अस्ति चेत् णिजन्तरूपं तत्र पाधातोः, पाधातोः प्रसङ्गे किञ्चित् ज्ञातव्यं. कोऽपि वदति वा? नो चेत् अहं वदामि. पाधातोः प्रसङ्गे बहवः विषयाः सन्ति. उत्तमम्. इत्युक्ते अत्र पाधातोः लट्लकाररूपं पिबति. पाधातुः भुवादिगणे अस्ति, भुवादिगणे अस्ति इति कृत्वा पाधातोः रूपं पिबति. पाधातोः रूपं पिबति कथं भवति? तत्र धात्वादेशः भवति. कथं? पाघ्राद्मा स्था गाप, तत्र एकं दीर्घं सूत्रमस्ति, तेन सूत्रेण पास्थाने पिब आदेशः भवति इति कृत्वा पिबति इति रूपं सिद्ध्यति. पिबति इति साधारणलट् रूपम् अस्ति, किन्तु तस्य निजन्तरूपं पाययति. तत्र यकारः आयति तत्र निजन्तरूपेषु. तत्रापि एकं सूत्रमस्ति, सा छा सा ह्वा वेपां युक् इति एकं सूत्रमस्ति. तेन सूत्रेण युगागमः भवति, युक् आगमः भवति, तेन पाययति इति रूपं सिद्ध्यति. अयं धातुः भुवादिगणे अस्ति, किन्तु पाधातुः अदादिगणे अपि अस्ति. अदादिगणीयपाधातोः रूपं पाति. पाति इत्युक्ते रक्षणं करोति. पाति इत्युक्ते रक्षणं करोति. पाति इति प्रथमपुरुषे एकवचनरूपं, किन्तु मध्यमपुरुषे एकवचनरूपं पाहि. पाहि रामप्रभो इति गीतमस्ति. पाहि इति पाधातोः मध्यमपुरुषे एकवचनरूपं तत्र पाहि. किन्तु पाधातुः रक्षणार्थे अदादिगणे अस्ति चेत् तत्र तस्य रूपं पाति. साधारणलट्लकाररूपं पाति, किन्तु निजन्तरूपं किं भवति? पालयति. तत्र एकं वार्तिकमस्ति, लुगागमः वक्तव्यः, तेन तत्र पाति इत्यस्य निजन्तरूपं पालयति. अदादिगणीयपाधातोः रूपं पाति, पालयति. किन्तु भुवादिगणे अस्ति चेत् पिबति, पाययति. पातेः लुक् वक्तव्यः इत्युक्ते रक्षणार्थे तस्य रूपम् अस्ति चेत् पाति, पालयति. उत्तमं भगिनी. दर्शना भगिनी, भवती पठितुमिच्छति वा? श्रूयते किम्? श्रूयते. भीमः दुःशासनः मारणं करोति. भीमः दुःशासनः मारयति. लट्लकाररूपं योजयित्वा पुनः वदतु वाक्यं. तद् द्वितीयविभक्तिः अहं न जानामि. दुःशासनं किं? भीमः दुःशासनं मारयति. उत्तमं. भीमः दुःशासनं मारयति, लट्लकाररूपं योजयित्वा. किन्तु क्रियापदस्य विभज्यप्रयोगं कृत्वा? भीमः दुःशासनस्य मारणं करोति. उत्तमम्. अत्र पश्यन्तु, आवरणे किं दत्तमस्ति? दुःशासनः इति लिखितमस्ति. तत्र विसर्गसहितं रूपमपि साधु एव, इत्युक्ते शकारस्य स्थाने विसर्गादेशः दुःशासनः इति रूपमपि साधु. अत्र विसर्गस्य स्थाने प्रथमतया सकारादेशः, तदनन्तरं तालव्यशकारादेशः भवति. तत्र वाशरी इति एकं सूत्रमस्ति. वाशरीसूत्रेण शर् प्रत्याहारस्थवर्णः विसर्गात् परम् अस्ति चेत् तदा विकल्पेन रूपद्वयं सिद्ध्यति. इत्युक्ते दुःशासनः एकं रूपं, दुःशासनः इति अन्यत् रूपम् अस्ति. अत्र भीमः इति पदस्य प्रसङ्गे बिभेति अस्मात्, अस्मात् बिभेति भीमः. तत्र भीमः इति पदात् निर्मितं पदमेव भैमी, तद्धितान्तं पदं, दमयन्ती इति अर्थः. दमयन्ती भीमस्य पुत्री खलु? अपत्यम्. उत्तमम्. अत्र भीमस्य इदम् इति वदामः चेत् भैम, भैम इति भवति. अत्र तद्धितप्रत्ययान्तपदमस्ति, किन्तु भैमी इति वदामश्चेत् दमयन्त्याः नाम भैमी. इत्युक्ते अहं चिन्तयामि तस्याः पितुः नाम भीमः इति मन्ये. आम् आम्. मारणं वदतु भगिनि. मारणं तत्र रेफ अस्ति, तत् कारणे अन्ते स्थितः न आयाति तत्र, यतोहि तत्र मध्ये र अपि न तयोः मध्ये बाधकः नास्ति. तदेव इत्युक्ते साधारणतया ल्युडन्तपदेषु प्रथमतया युवोरनाकौ इति सूत्रेण अन इति आयाति. अत्र अन इति दन्त्यनकारान्तयुक्तं, किन्तु अत्र रेफकारणात् णत्वम् आयाति. मारणम् इति ल्युडन्तपदं, किन्तु पश्यन्तु पठनम् अस्ति चेत् तत्र दन्त्यनकारः श्रूयते, अत्र मूर्धन्यणकारः अस्ति रेफकारणात्. साधारणतया ल्युडन्तरूपेषु एव णत्वचिन्तनं भवति. धातुं जानाति वा? मृ धातु इति अहं मन्ये. उत्तमं. तत्र मृधातोः लट्लकाररूपं मारयति. मारयति निजन्तरूपं. रूपं मारति इति भवेत्. तत्र म्रियते. ओहो, म्रियते. उत्तमम्. भगवद्गीतायाम् आयाति तत् म्रियते. आमां, क्षम्यताम्. क्षम्यता भगिनी, वयं सर्वे मिलित्वा चिन्तनं कुर्मः तावदेव. अत्र मृधातोः रूपं लट्लकाररूपं म्रियते, किन्तु निजन्तपदस्य आवश्यकता अस्ति इति कारणतः भीमः दुःशासनं मारयति. अग्रिमं वाक्यं. सः देवः शकुनिः हननं करोति. सः देवः शकुन्या मुनेः शकुनेः हननं करोति. शकुनिं हन्यति. पुनः. सः देवः शकुनिं हन्ति. हन्ति, हन्ति. हन् धातोः रूपं हन्ति, लट्लकाररूपं हन्ति एकवचने, किन्तु बहुवचने घ्नन्ति. घ्नन्ति. तत्र हकारस्य स्थाने घकारः आयाति बहुवचनरूपे. तत्र एकं विशिष्टं सूत्रमस्ति, हो हन्तेर्निन्नेषु इति एकं सूत्रमस्ति. तेन सूत्रेण हन्ति बहुवचने घ्नन्ति. धातुः तु हन् धातुः. हन् धातोः ल्युडन्तरूपं हननम्. उत्तमं. सः देवः इति पदमस्ति. अस्य पदस्य अर्थः कः इति अहं दृष्टवती, अतः वदामि. सः दीव्यति. सः दीव्यति. सः देवः दीव्यति इति पदस्य प्रसङ्गे गीताञ्जलि भगिनी किञ्चित् वदतु. दिव् धातुतः आयाति मन्ये. दिवादिगणे एव अस्ति इत्युक्ते क्रीडायां वा भगिनि? तत्र दिव् धातोः बहवः अर्थाः सन्ति. इत्युक्ते दिव् धातोः प्रसङ्गे द्वादश अर्थाः सन्ति इति मन्ये. तत्र दिव् धातोः रूपमेव देवः, किन्तु अत्र सः दीव्यति इति सः देवः. दिवादिगणे दिव् धातुः प्रथमसदस्यः, दिवादिगणीयप्रथमसदस्यः एव दिव् धातुः, किन्तु तत्र दिव् धातुतः दीव्यति इति रूपं सिद्ध्यते. तत्र विशिष्टसूत्रेण दीर्घत्वम् आयाति. दिव् दीव्यति इति भवति. सिव् सीव्यति इत्यादीनि रूपाणि भवन्ति. दिवादिगणीयधातुः अयं धातुः. सः देवः माद्र्याः पुत्रः. भगिनी, अष्टाध्यायी मध्ये अहं पश्यामि अधुना बहु दीर्घ अर्थः भगिनी. आम् इत्युक्ते बहुषु अर्थेषु तस्य प्रयोगः भवति इति अहं चिन्तयामि. एकवारं भगिनी श्रावयतु भगिनी तत्र पदं. दिव् धातोः शोभा भगिनी भवती एकवारं स्मारयति वा, दिव् धातोः प्रसङ्गः कुत्र आयाति, केषु केषु अर्थेषु दिव् धातोः प्रसङ्गः भवति? तत्र पठामि भगिनि. तत्र दिव् दिव् इति औपदेशिके दिवादिगणीयधातुः अस्ति चेत् तत्र एकदीर्घसूत्रम् अस्ति क्रीडा विजिगीषाव्य अस्तु अस्तु सूत्रं नास्ति अधुना एव मदस्वपनकान्तिगतिषु अस्तु तत्र अर्थमस्ति टु प्ले टु गैम्बल टु डैस् टु डिजायर् टु विन् टु ट्रान्साक्ट् टु ग्लो टु शैन् टु प्रेस् टु प्लीस् टु बोस्ट् टु स्लीप् टु विश् टु गो सर्वाणि अर्थानि एतत् एव गणे एव अस्ति तत्तु विशेषः किल भगिनि सामान्यतया सोमिनि अर्थानि नास्ति एकगणे अपि च दिव् इति चुरादिगणे अपि भवति त्यजतु दिव् धातोः रूपमेव दीव्यति अत्र दिव् धातोः बहवः अर्थाः सन्ति इति विषयः क्रीडा विजिगीषा व्यवहार द्युतिस्तुति मोद मद स्वप्न कान्ति गतिषु एतेषु अर्थेषु दिव् धातोः प्रयोगः भवति इति विशिष्टविषयः अपि च सहदेव पदे अर्थः कः तत्र कोऽपि वदतु नकुल वा सहदेव वा ज्योतिषिः आसीत् ग्लो अत्र टु ग्लो इति सम्यक् एव साधारणतया देवः इत्यस्मिन् अर्थे टु ग्लो टु शैन् टु शैन् प्रोबब्लि तत्र एकः शब्दः अस्ति क्रीडा विजिगीषा विजिगीषा इति टु डिजायर् टु विन् as per my knowledge vijigisha so how it ties back to div samayah asti chet bhagini kripaya preshayate aham api chintayami atra vijigisha arthe api div dhatoh prasangah asti astu uttamam vijigisha bhagini shabda kalpadrume adrishtavati devah ityukte divyati anandena kridati iti तत् अर्थे एव सहदेवः अस्ति वा इति इत्युक्ते अस्माकं विवक्षा एव किन्तु ज्ञातव्यः विषयः एव अत्र सः दीव्यति इति सहदेवः अपि च अत्र शकुनिः इति पक्षिणः नाम अपि भवितुमर्हति शकुनिः इति तत्र पदस्य अर्थं किं लिखितमस्ति इत्युक्ते आत्मानम् उन्नेतुं शक्नोति शक्नोति आत्मानम् उन्नेतुं पश्यन्तु बहु उत्तमः अर्थः आत्मानम् उन्नेतुं शक्नोति इति शकुनिः उत्तमः अर्थः चिन्तयन्तु नाम एव उत्तमः महाभारतस्य शकुनिः कृते तु नास्ति महाभारतस्य अस्ति खलु सहदेवः महाभारतस्य अस्ति महाभारतस्य शकुनिः अस्ति किल तस्य नामस्य अर्थं तु विपरीत अस्ति अहं वदामि अत्रापि शकुनि तु महाभारतस्य शकुनि एव खलु अत्र पुस्तके तत्र मम ऐ वास् सेयिङ्ग् इट् डिड् नाट् अप्लै टु द शकुनि दट् मीनिङ्ग् सम्यक् अस्ति परन्तु नोबडी पुट्स् इट् टु द चैल्ड् किञ्चित् अग्रे सरेम अभ्यासं समापयामः अष्टमं वाक्यम् अस्ति वेदा भगिनी पठतु आं भगिनि एषः इन्द्रियाणि संयमनं करोति एषः इन्द्रियाणि संयमनं करोति एषः इन्द्रियाणां संयमनं करोति इन्द्रियाणां बहुवचनमस्ति संयमनं करोति तत् किं वक्तुम् इन्द्रियाणि बहुवचनमस्ति एकवचनम् इन्द्रियम् अपि च संयमनं संयमनम् इति दत्तम् अस्ति अत्र. भवती यद् जानाति तद् वदतु. संयमनम् इति कीदृशं पदं? संयमनं सम् उपसर्गपूर्वक यमनं यमनं यत् न कीदृशधातु अत्र धातुः यम् धातुः अस्ति. यम् धातुः अस्ति ल्युडन्तरूपम् अस्ति. अत्र पश्यन्तु संयमनम् इति ल्युडन्तपदमस्ति. साधारणतया एकम् उत्तमं पदमस्ति संयमी इति एकं पदमस्ति. इत्युक्ते यस्य पुरुषस्य संयमः अस्ति इत्युक्ते इन्द्रियाणां निग्रहणं यः कर्तुं शक्नोति सः संयमी. संयमी इति पदं नकारान्तपदं तस्य प्रातिपदिकं संयमिन् किन्तु प्रथमाविभक्त्यन्तं रूपं संयमी. संयमी इति पदस्य प्रसङ्गे गीतायाम् एकः उत्तमः श्लोकः अस्ति. कोऽपि स्मारयति वा? यानिशा सर्वभूतानां गीतायाम् एकः श्लोकः अस्ति. यानिशा सर्वभूतानां तस्यां जागर्ति संयमी. यस्यां जागृतिभूतानां सा निशा पश्यतो मुनेः. संयमी इत्युक्ते कः इति वदति. अत्र संयमनम् इति पदमस्ति. अत्र यं तिङ्गन्तपदं किम् अस्ति भगिनि? तत् संयमति या संयमति? अहं चिन्तयामि संयच्छति इति भवति. संयच्छति यच्छति. अत्र संयमनम् इत्युक्ते सम्यक् नियन्त्रणम् इन्द्रियाणां नियन्त्रणं. नियन्त्रणम् इत्यस्मिन् पदे दमनं इति पदमस्ति. इत्युक्ते बहिरिन्द्रियनिग्रहम् एव दमनं. किन्तु अन्तरिन्द्रियनिग्रहं शमनं. शमः इत्युक्ते शान्तिः. तत्र संयमः अत्र धातुः बहिरिन्द्रियनिग्रहं दमनं. अन्तरेन्द्रियनिग्रहम् इत्युक्ते अन्तरेन्द्रियम् इत्युक्ते मनः. मनसः निग्रहणम् एव शान्तिः शमनं. शान्तिः इत्युक्ते साधारणतया किं वदामः? मनश्शान्तिः इत्युक्ते मनसः शान्तिः. भगिनि अष्टाध्यायी पश्यति तत्र यमयति रूपं दत्तमस्ति. यम् धातूनां यमयति लट्लकाररूपं तत् भ्वादिगणे यच्छति अस्ति एव. चुरादिगणे दत्तमस्ति अत्र यमयति न. चुरादिगणे यमयति यच्छति. यच्छति रूपमेव साधु. लट्लकाररूपं योजयित्वा वदतु. यच्छति यच्छति यच्छतः यच्छन्ति. वाक्यं पूरयतु लट्लकाररूपं योजयित्वा. एषः इन्द्रियाणि संयच्छति. उत्तमं. परिवर्तनं कृत्वा एषः इन्द्रियाणां संयमनं करोति. नवमं. नवमं कृष्णः गोपिकानां वस्त्राणि अपहरणं करोति. कृष्णः गोपिकानां वस्त्राणाम् अपहरणं करोति. वस्त्राणां गोपिकानां वस्त्राणाम् अत्र विशेषणविशेषभावम् अस्ति अत्र न? अत्र विशेषणविशेषभावः नास्ति. अत्र गोपिकानां वस्त्राणाम् अपहरणं तावदेव. अत्र विशेषणविशेषभावः नास्ति. गोपिकानां वस्त्राणाम् ओके. केषां केषाम् इति प्रश्नः अस्ति चेत् गोपिकानां सम्बन्ध एव. सम्बन्धषष्टि. सम्बन्धषष्टि एव. अपहरणं लट्लकाररूपं योजयित्वा वदतु. कृष्णः गोपिकानां वस्त्राणि अपहरति. उत्तमम्. अत्र णत्वं न भवति इति मुख्यविषयः. अपि च अपहरति इति पदमस्ति. अपहरति वदतु. अपहरति अप उपसर्गपूर्वं हर धातु वा हृ धातु? हृधातोः रूपमेव हरति. हरति हृधातोः रूपं हरति. ल्युडन्तरूपं हरणं. हरणम् अत्र अप इति उपसर्गः अस्ति. अग्रे पठतु. योगी सर्वत्र ईश्वरः ईक्षणं करोति. सर्व ईक्षणम् इत्युक्ते पूजा वा? ईक्षणम् ईक्षणम् इत्युक्ते पश्यति. दर्शनं करोति योगी सर्वत्र ईश्वरस्य ईक्षणं करोति एकरूपं द्वितीयरूपमस्ति योगी सर्वत्र ईश्वरं ईक्षते इति आत्मनेपदीरूपमस्ति योगी इति प्रातिपदिकं वदतु योगी ईकारान्त स्त्रीलिङ्गपदं वा भगिनि स्त्रीलिङ्गपदं योगिन् नकारान्त योगिन् योगी योग यो नो नकारान्त स्त्रीलिङ्गं वा पुल्लिङ्गं वा पुंलिङ्गं भगिनी एकवारं रूपाणि श्रावयतु गोमती भगिनी वदन्ती अस्ति वा अधुना योगिन् प्रातिपदिकं योगी योगिनौ योगिनः योगिनं योगिनौ इत्युक्ते योगिन् प्रातिपदिकं नकारान्तपदं लिङ्गपदं योगी योगिनौ योगिनः अत्र ईश्वरम् अत्र ईश्वरम् ईक्षते इति भाति लट्लकाररूपं पश्यामश्चेत् ईक्षणम् अत्र धातुः ईक्ष धातुः अस्ति ईक्षते इति आत्मनेपदीरूपम् अस्ति अत्र पश्यतु ईश्वरः इति पदमस्ति ईश्वरः तस्य पर्यायवाचिनः शब्दाः सन्ति चेत् किञ्चित् वदतु ईश्वरः परमात्मा देवता भगवान् इत्युक्ते ईश्वरः इति पदस्य पर्यायवाचिनः शब्दाः अहं किं लिखितवती इत्युक्ते शङ्करः अथवा शिवः शङ्करः इत्युक्ते शं करोति इति शङ्करः शङ्करः इत्युक्ते मङ्गलकरः इति अर्थः शिवं करोति इति शिवङ्करः शिवः शिवम् इत्युक्ते मङ्गलं इति अर्थः ईश्वरः ईश्वरः इति पदं कथं निर्मितम् इति अहं न दृष्टवती एकादशं वाक्यं पठतु पुण्यकृत् पापं तरणं करोति पुण्यकृत् पापस्य तरणं करोति पुण्यकृत् इति की पदम् किञ्चित् वदामि तस्मिन् प्रसङ्गे अत्र पुण्यकृत् इति पदमस्ति एतादृशानि पदानि अन्यानि पदानि अपि भवन्तः सर्वे जानन्ति एव भाष्यकृत् शास्त्रकृत् कर्मकृत् पुण्यकृत् पापकृत् सुकृत् सुकृत् वयं जानीमः सुकृत् सुकृतौ सुकृतः तकारान्तपदं भवति अत्र पुण्यकृत् इति पदमपि पुंलिङ्गपदमस्ति एतत् पदं समस्तपदम् अत्र पुण्यं करोति पुण्यं करोति अत्र समस्तपदस्य प्रसङ्गे अत्र उपपदसमासः इति समासः भवति अत्र प्रत्ययस्य नाम अस्ति क्विप् इति एकः प्रत्ययः अस्ति अत्र विग्रहवाक्यं वक्तुमिच्छामश्चेत् पुण्यं करोति साधारणतया समस्तपदेषु द्वयोः सुबन्तयोः मेलनमेव भवति उपपदसमासस्य प्रसङ्गे विग्रहवाक्यं वक्तुमिच्छामश्चेत् तत्र तिङन्तपदम् आयाति इत्युक्ते पुण्यं करोति पुण्यकृत् यथा वेदवित् इति वदामश्चेत् यः वेदान् वेत्ति वेत्ति इत्युक्ते जानाति वेदान् जानाति अथवा वेदान् वेत्ति सः वेदवित् पुण्यं करोति पुण्यकृत् सुकृत् भाष्यकृत् भाष्यकृत् इत्युक्ते यः भाष्यं करोति शास्त्रकृत् अथवा मन्त्रकृत् इत्यादीनि अन्यानि एतादृशानि पदानि सन्ति एतेषु पदेषु उपपदसमासः अस्ति अपि च क्विप् इति एकः प्रत्ययः अस्ति अपि च तरणम् इति लुडन्तपदमस्ति किञ्चित् वदति वा तरणं तरोति पुण्यकृत् पुण्यकृत् पापमेव पुण्यकृत् पापं तरोति वा तरति गोमति भगिनी एकवारं तरणम् अत्र धातुः कः एकवारं वदतु तृ धातु तृ दीर्घ तृ धातु उत्तमं पुण्यकृत तरति तरतः तरन्ति. उत्तमम्. अत्र दीर्घरूकारान्तधातुः, तस्य लट्लकाररूपं तरति. तरति, उत्तमं. तरति, तरतः, तरन्ति. उत्तमं, तावदेव. वेदा भगिनी भवती एव समापयतु. अहं श्लोकः अनुवादं करोमि, अनुवादं करोमि. अहं श्लोकस्य अनुवादं करोमि. अनुवादम् अनुवादनं नास्ति भगिनि, अनुवादनं. घञ्यन्तरूपं दत्तमस्ति, अनुवादः. अनुवादः इति प्रथमाविभक्त्यन्तं रूपं, किन्तु कर्मपदमस्ति. किमर्थं चेत् क्रूधातुः सकर्मकः. अहं श्लोकम् अत्र लट्लकाररूपं योजयित्वा वदामश्चेत् अहं श्लोकम् अनुवाद अनुवादति वा? अनुवादयामि. ओ सारि, उत्तमपुरुष. अनुवादयामि, अनुवादयामि. सः अस्ति चेत् अनुवादयति वा? सः अनुवादयति इत्युक्ते अत्र पुनः एकवारं परिवर्त्य वदतु. अहं श्लोकम् अनुवादयामि. तस्य परिवर्तनं क्रियापदस्य विभज्यप्रयोगं कृत्वा. अहं श्लोकस्य अनुवादं करोमि. अनुवादं करोमि. किमर्थम् अत्र एतावत् पर्यन्तं सर्वाणि पदानि ल्युडन्तपदानि दत्तानि? विदारणं, स्थापनं, प्रेरणं, पानं, मारणं, हननं, संयमनम्, अपहरणम्, ईक्षणं, तरणं, ल्युडन्तपदानि. किन्तु अत्र अनुवादः इति लिखितमस्ति. तत्र कारणमस्ति इति भाति. अत्र अनुवादनम् इति न दत्तमस्ति, केवलम् अनुवादः घञन्तरूपं दत्तमस्ति. भवती जानाति वा अनुवादः इत्युक्ते? अनुवादः इत्युक्ते ट्रान्स्लेशन्, ट्रान्स्लेशन्. ट्रान्स्लेशन्. अत्र अनु उपसर्गः अस्ति, वद् धातोः रूपमेव वादः. वद् धातोः लट्लकाररूपं वदति वयं जानीमः. अहं शब्दकोशं दृष्टवती, अतः वदामि. अनुवादः इत्युक्ते पुनरुक्तिः. पुनरुक्तिः? पुनरुक्तिः. पुनरुक्तिः इत्युक्ते उक्तस्य विषयस्य पुनः कथनम्. यत् यत् पूर्वमेव उक्तमस्ति तस्य पुनः कथनम् इति तस्य ओरिजिनल् अर्थः. यत् पूर्वमेव उक्तमस्ति तस्य पुनः कथनम् एव अनुवादः. अनुवादः इत्युक्ते पुनरुक्तिः इति अपि वक्तुं शक्यते. एतावत्पर्यन्तं वयं समीचीनतया अभ्यासं कृतवन्तः. भगिनि एकः प्रश्नः, पुण्यकृत्, भाष्यकृत्, सुकृत्, अत्र भूतकालार्थक नास्ति तत्र किमपि मम मनसि इति अस्ति. पुण्य इत्युक्ते पुण्यकरोति तु लट् लट् इत्युक्ते वर्तमानकालात् तत्र, किन्तु यः पुण्य भगिनी अत्र यदि भवती समासवर्गं गच्छति चेत् समासवर्गे एकः समासः अस्ति, उपपदसमासः नाम्ना एकः समासः अस्ति. प्रादिसमासः, उपपदसमासः. समासवर्गे नञ् प्रभृतयः नाम्ना एकः अध्यायः अस्ति, नञ् प्रभृतयः. तेषु गतिसमासः, उपपदसमासः इत्यादयः प्रभेदाः सन्ति. तत्र पुण्यकृत् इति पदं समस्तपदमस्ति, तस्य विग्रहवाक्यं पुण्यं करोति. क्रूधातोः रूपं कृत् इव, विद् धातोः रूपं वित्, वेदवित्, शास्त्रवित्. तत्र विद् धातोः रूपं वेत्ति अस्ति खलु, तथा एव इदं पदं तु समस्तपदम्. भगिनी बहुव्रीहिः भवितुम् अर्हति वा? पुण्यकृतः, पुण्यं करोति इति तादृशरीत्या एव विग्रहवाक्यं सम्भवति उपपदसमासप्रसङ्गे. तत्र किञ्चित् वैशिष्ट्यमस्ति उपपदसमासस्य प्रसङ्गे. तत् वैशिष्ट्यं किम् इत्युक्ते, अहं पूर्वमपि उक्तवती, समासप्रसङ्गे साधारणतया सुबन्तानां मध्ये एव मेलनं भवति. इत्युक्ते पूर्वपदम्, उत्तरपदं, द्वयमपि सुबन्तपदं भवेत्. उपपदसमासस्य प्रसङ्गे किञ्चित् वैशिष्ट्यमस्ति. तत् किमित्युक्ते, तत्र विग्रहवाक्यकथनवेलायां लिङ्गन्तपदम् आयाति. इत्युक्ते पुण्यं करोति शास्त्रं जानाति एतादृशरीत्या शास्त्रज्ञः शास्त्रज्ञः तथा एव भगिनी अनुवादयामि एतस्मिन् पदे अनुयोगः वद् धातुः तस्य निजन्तपदं वा अनुवादयामि उत्तमं वादयति वादयति अनु उपसर्ग उपसर्गपूर्वकः वद् धातोः णिजन्तरूपं भवति अनुवादयति रैट् उत्तमम् तस्य घयन्तरूपं बिकम्स् अनुवादः सम्यक् वा वद् धातोः घयन्तरूपं वादः यथा भज् धातोः रूपं भागः ड्रम् धातोः रूपं रामः तथा एव वद् धातोः रूपं वादः अनुवादः इति भवति मर्कोशे अहं ईषितुं शीलं यस्य ईश्वरः इति दत्तम् पुनः वदतु ईषितुं शीलं यस्य ईश्वरः ईषितुं शीलं यस्य सः द्रष्टव्यम् अत्रापि वरत् प्रत्यय अपि अस्ति इति ऐश्वर्यस्य भावः सकलैश्वर्यसम्पन्नः उत्तमम् इत्युक्ते तत्र तद्धितप्रत्ययान्तपदं वयं जानीमः एव ऐश्वर्यम् ऐश्वर्यम् इत्युक्ते ईश्वरस्य भावः तद्धितान्तं पदमस्ति तत्र अनुवादं इस् अ मीनिङ्ग् इस् देयर् नो फार् पर्मिशन् आल्सो नो पर्मिशन् अनुवादः अनुवादः इत्युक्ते पर्मिशन् अस्ति वा अनुमति इति अस्ति अनुमतिः शोभा भगिनी उक्तवती अनुमतिः एतावत् अनुवादः इत्युक्ते उक्तस्य विषयस्य पुनः कथनम् इति अहं दृष्टवती साधु एव वयम् उत्तमरीत्या चिन्तनं कृतवन्तः अभ्यासत्रयमस्ति इतोपि अस्मिन्नेव प्रसङ्गे अभ्यासत्रयं गृहपाठरूपेण कुर्वन्तु अग्रिमे सप्ताहे पुनः मिलित्वा अस्मिन् प्रसङ्गे चर्चयिष्यामः अधुना विरमाम सर्वेषां धन्यवादः धन्यवादः नमस्कारः